नमस्कारः. अस्माकं पाणिनीयवर्गे सर्वेषां स्वागतं. धातुविज्ञानं तृतीयभागः इति विषयः अनुवर्तते. धातूनां स्वरविज्ञानं, पदव्यवस्था, ईड्व्यवस्था च इति विषयः अस्ति. तर्हि किञ्चिदेव पुनस्मरणं कृत्वा तत्र अभ्यासं प्रति गच्छामः. पदव्यवस्था कथं ज्ञायते? अत्र अरुणा भगिनी वदतु. अरुणा भगिनी, अस्तु, अत्र रमासिब्रह्मन् भगिनी वदतु. आम्, पदव्यवस्था इत्युक्ते धातुः परस्मैपदि धातु वा, आत्मनेपदि धातु वा, उभयपदि धातु वा इति इत्यस्य पाठः पदव्यवस्था. यत् धातुषु अनुनासिक अच् इत् संज्ञा अस्ति, तस्य रूल् विधि अनुनासिक चिह्नं ज्ञात्वा परस्मैपदि वा आत्मनेपदि वा उभयपदि वा ज्ञातुं शक्नोति. केवलम् अनुनासिक चिह्नम् अस्ति चेत् पर्याप्तं वा? न, इत् संज्ञः अनुदात इत् संज्ञः अस्ति चेत् आत्मनेपदं भवति. अनुदात स्वरस्य इत् संज्ञा भवति चेत् सः धातुः आत्मनेपदी भवतु. आत्मने अनुदातङ्गित आत्मनेपदम् इति सूत्रेण. सत्यं, तस्मिन् सूत्रे सम्यक्तया उक्तं भगिनि. तस्मिन् सूत्रे अनुदात्तस्वरस्य इत्संज्ञा इति तु सत्यं. तत्र अन्यत् किमपि अस्ति वा तस्मिन् सूत्रे? नकारस्य च इत्संज्ञा भवति चेत् अपि आत्मनेपदी भवति. सत्यं सत्यं, बहु समीचीनं, धन्यवादः. अग्रे गीता भगिनी वदतु. धातुः परस्मैपदी इति कथं ज्ञायते? उभयपदी इति कथं ज्ञायते? प्रथमं वदतु. नमस्ते भगिनि. धातुः स्वरितम् अपि नास्ति, अनुदात्तम् अपि नास्ति चेत् उदात्तः इति भवति. चिह्नः न भवति अत्र, तापि चिह्नः न भवति. तद्धातुः उदात्तः इति कथ्यते. अनुदात्तः इत्युक्ते इच्छन्न अपि आवश्यकं. तदनन्तरं अनुदात्तचिह्नस्य आवश्यकमस्ति. अनुदात्तेत् इति भवति. आत्मनेपदी धातुविषये भगिनी उक्तवती खलु, रमा भगिनी उक्तवती धातु अनुदात्तेत् नो चेत् मकारस्य संज्ञा अस्ति चेत् धातुः आत्मनेपदी इति. इदानीं धातुः उभयपदी इति कथं ज्ञायते? उदात्तः अस्ति चेत् उभयपदी भवति. एवं वा, उदात्तः अस्ति चेत् उभयपदी वा? तत्र सूत्रं किम्? सूत्रम् किं दत्तमस्ति करपत्रे? भवती जानाति एव, पश्यतु करपत्रे किमस्ति सूत्रम्. अस्तु, विजयलक्ष्मी भगिनी सहायं करोतु. स्वरित नित् स्वरित अनन्तरं च वर्गस्य अनुनासिकवर्णः द्वौ अपि यदि इत् संज्ञा भवति तर्हि तत्र उभयपदत्वं भवति. स्वरिते नितेत् उभयपदी भवति. तर्हि तत्र धातुः आत्मनेपदी इति कथं ज्ञायते? तत्र यः धातुः उभयपदी अस्ति तत्र अन्येकं सूत्रम् आगत्य परिष्कारं करोति यत् आत्मने भुआदयोः धातवः इत्यस्मात् धातोः इत्यस्य अनुवृत्ति भवति. लस्य इति पदमपि आगच्छति. स्वरितनितः धातोः कर्त्रभिप्राये क्रियाफले लस्य आत्मने पदम्. तत्र प्रथम तिङ् प्रत्ययानां प्रथम नवप्रत्ययानां तु परस्मैपदत्वं भवति. अनन्तरं नव प्रत्ययानाम् आत्मनेपदम् इति भवति. हा, तत् समीचीनं भगिनि. परन्तु तत्र आत्मनेपदप्रत्ययः एव तत्र स्थापनीयम् इति स्वीकरणीयम् इति कथं जानीमः? स्वीकरणीयः इति कथं जानीमः? सूत्रे किम् उक्तमासीत्? क्रियायाः फलं न न, अस्मिन् सूत्रे स्वरितज्ञितः कर्तृभिप्राये क्रियापले, क्रियापले इति पदमस्ति खलु, तर्हि तस्य अर्थः कः? क्रियाफलं कर्तारं गच्छति चेत् आत्मनेपदी. सत्यं, क्रियायाः फलं कर्तुः प्रति गच्छति. तर्हि तत्र प्रश्नः अस्ति, हा, क्रियायाः फलं तु कर्तारं प्रति एव गच्छति खलु? यदि तत्र माता अन्नं पचति इति वदामि चेत् क्रियायाः फलं कर्तारं प्रति एव गच्छति खलु? तर्हि पुनः किमर्थं कर्तुः प्रति गच्छति इति वदति इति चेत्, यद्यपि तत्र क्रियायाः फलं कर्तारं प्रति एव गच्छति, तत्र संशयः नास्ति, यतोहि माता पचनकार्यं करोति चेत् तत् तस्य फलमस्ति अन्नं. यदा सा क्रियां करोति तस्य फलं तु अन्नम् अस्ति, तर्हि सा तु फलं प्राप्नोति एव. तर्हि पुनः क्रियायाः फलं कर्तारं प्रति गच्छति इति चेत् यत्र कर्ता क्रियां करोति तादृशक्रियायाः फलं न केवलं सा प्राप्नोति परन्तु अन्येषामपि अन्येषां कृते अपि अस्ति चेत् तादृशधातु परस्मैपदी. परन्तु यदा माता पचनकार्यं करोति तस्य फलं केवलं सा एव प्राप्नोति, अन्य कोऽपि न प्राप्नोति, तर्हि तस्मिन् सन्दर्भे आत्मनेपदी इति वदामः. तदेव अत्र स्वरितज्ञितः कर्तृभिप्राये क्रियाफले. प्रथमतया तत्र धातोः यः स्वरः अस्ति सः स्वरितेत् इत्युक्ते स्वरस्य धातुः स्वरितेत् इत्युक्ते धातौ यः स्वरः स्वरितस्वरः. धातो स्वरस्य अधोभागे चिह्नम् उपरि चिह्नम् अस्ति, स्वरस्य उपरि चिह्नम् अस्ति, अपि च इत्संज्ञकः अपि अस्ति. तर्हि तादृशधातुः उभयपदी. क्रियायाः फलं कर्तारं प्रति एव गच्छति चेत् आत्मनेपदी, नो चेत् परस्मैपदी इति विषयः अस्ति. एवमेव विजयलक्ष्मीभगिनी कृपया म्यूट् करोतु भगिनी. एवमेव अत्र ण्यकारस्य इत्संज्ञा धातोः धातौ ण्यकारस्य इत्संज्ञा अस्ति चेत् सः धातुः अपि उभयपदी इति ज्ञायते. अस्तु अस्तु, वसन्तीभगिनी वदतु इदानीं तत्र धातुः परस्मैपदी इति कथं ज्ञायते? क्रियाः फलम् अन्याः गच्छति देन् परस्मैपदी उभयपदी धातु धातोः स्वरितः स्वरितेत् न और अनुदातेत् न देन् कर्तरी सूत्रं शेषात् कर्तरी परस्मैपदम् शेषात् कर्तरी परस्मैपदम् इति सूत्रेण शेषधातुः परस्मैपदम् सत्यम् इत्युक्ते धातुः अनुदात्तेत् नास्ति स्वरितेत् नास्ति तर्हि तादृशधातुः परस्मैपदी इत्युक्ते धातुः यः स्वरः अस्ति सः स्वरः स्वरितस्वरः नास्ति तस्य इत्संज्ञा अपि नास्ति अनुदात्तस्वरः अपि नास्ति तस्य इत्संज्ञा अपि नास्ति इदानीं धातुः यः स्वरः अस्ति सः स्वरः उदात्तस्वरः धातुः उदात्तेत् अस्ति चेत् धातुः परस्मैपदी भवति अथवा धातुः धातुः यः स्वरः अनुदात्तः अस्ति परन्तु तस्य इत्संज्ञा नास्ति स्वरितस्वरः अस्ति तस्य इत्संज्ञा नास्ति चेत् शेषात् कर्त्री परस्मैपदम् इत्यनेन धातुः परस्मैपदी भवति अस्तु स्पष्टं वा अत्र संशयः अस्ति वा अस्तु अस्तु तर्हि अग्रे इदानीम् ईड्व्यवस्था कथं ज्ञायते पूर्णेन्दु महोदय ईड्व्यवस्था धातोः यत् इत्संज्ञकस्वरः अस्ति वा नास्ति वा तत् विहाय अवशिष्टस्वरः यत् अस्ति यः अवशिष्टस्वरः अस्ति तस्य अनुदात्त उदात्त अथवा स्वरितभेदेन ईड्व्यवस्था ज्ञायते तत्र अनुदात्त अवशिष्टस्वरः अस्ति चेत् अनिट् अस्ति उदात्तस्वरित अवशिष्टस्वरः अस्ति चेत् सेट् अस्ति धातुः सेट् अस्ति हा बहु समीचीनं तत्र सूत्रं किमासीत् तत्र सूत्रं किञ्चित् दृष्ट्वा वदामि भगिनि क्षमतां भगिनि एका च उपदेशेनुदात्तात् इति सूत्रमस्ति खलु एका च उपदेशेनुदात्तात् इत्युक्ते यथा भवान् उक्तवान् अत्र ईड्व्यवस्था इत्यस्य चिन्तनार्थं धातोः स्वभावः ज्ञातव्यः अपि च प्रत्ययस्य स्वभावः अपि ज्ञातव्यः अत्र तु त्रीणि सूत्राणि सन्ति प्रत्ययस्य स्वभावं ज्ञातुं सूत्रद्वयमस्ति धातोः स्वभावं ज्ञातुम् एकमेव सूत्रमस्ति धातोः स्वभावं ज्ञातुम् एकाच् उपदेशेनुदात्तात् इति एकं सूत्रमस्ति तत् सूत्रं किं वदति महोदय क्षमतां भगिनि प्रश्नः पुनः एकवारं वदतु एका च उपदेशेनुदात्तात् इति सूत्रं किं वदति एकाच उपदेशेनुदात्तात् यः औपदेशिकधातुः एकाचपि अनुदात्तः अपि अस्ति तस्मात् विहितस्य प्रत्ययस्य इडागमो न भवति इत्युक्ते यः औपदेशिकधातुः एकाच इत्युक्ते इत्संज्ञकस्वरविहाय यदि धातोः एक एव अच् अथवा स्वरः अस्ति अपि अस्ति तस्मात् विहितस्य प्रत्ययस्य इडागमो न भवति तत् तादृशधातोः विहितः यः प्रत्ययः अस्ति तत्र इडागमः न भवति समीचीनं समीचीनं धातोः स्वभावः कथं ज्ञायते इति चेत् एकाच उपदेशेनुदात्तात् इति सूत्रमेव सूचयति धातो यः स्वरः अवशिष्टः अस्ति इत्संज्ञकवर्णानां लोपानन्तरं सः स्वरः अनुदात्तः अस्ति चेत् धातुः अनिट् अस्ति चेत् तादृशधातुतः प्रत्ययस्य इडागमः न भवति इति अस्ति सूत्रम् अस्तु समीचीनं धन्यवादः अग्रे अत्र रामनन्दन् महोदय वदतु अत्र प्रत्ययस्य स्वभावः कथं ज्ञायते स्वभावः प्रत्ययः प्रत्ययश्रमाः आर्धधातुः भवति वलादेः भवति चेत् सेट् भवति धातु सेट् भवति चेत् विधानः भवति इति सामान्यनियमः. समीचीनं. यत्र प्रत्ययः आर्धधातुकः अस्ति किञ्चित् भिन्नः प्रत्ययः आर्धधातुकप्रत्ययः अस्ति तादृशप्रत्ययस्य आदौ वल् प्रत्याहारस्य वर्णः अस्ति चेत् हा वल् प्रत्याहारस्य वर्णः अस्ति चेत् तत्र प्रत्ययः ईडानुकूलः अस्ति तादृशप्रत्ययस्य ईडागमः भवितुम् अर्हति इति सामान्यनियमः अस्ति. तस्य अनन्तरं तत्र कृत् प्रत्ययः अस्ति चेत् किं किं भवति वशीकृति तर्हि अर्थः कः कृत्प्रत्यय वलादिः अवशादि चेत् अयं प्रति इदागम अनुकूलः. सम्यक्. प्रथमतया प्रत्ययः आर्धधातुकः वा इति चिन्तनीयम्. प्रत्ययः आर्धधातुकः अस्ति चेत् वलादिः अस्ति वा वल् प्रत्याहारस्य वर्णः आदौ अस्ति वा इति चिन्तनीयं. तर्हि सामान्यतया वल् प्रत्याहारस्य वर्णः अस्ति चेत् इडानुकूलः अस्ति प्रत्ययः. पुनः चिन्तनीयं सः प्रत्ययः तिङ् वा षित् तिङ् वा तिङ् प्रत्ययः अस्ति वा इति चिन्तनीयं. तिङ् प्रत्ययः नास्ति चेत् सः प्रत्ययः कृत् प्रत्ययः. कृत् प्रत्ययः अस्ति चेत् इतोपि एकः नियमः अस्ति नेर्वशीकृति इति नियमः. कृत् प्रत्ययस्य आदौ वश् प्रत्याहारस्य वर्णः अस्ति चेत् इडागमः न भवति. तर्हि वलादिः भवेत् परन्तु अवशादिः तादृशप्रत्ययस्य इडागमः भवति इडागमः भवितुम् अर्हति यदि न वशी अवशादि सत्यम्. अस्तु समीचीनं. तर्हि इदानीम् अभ्यासं प्रति गच्छामः. महोदय प्रश्नः अत्र धातुः अनेका अस्ति चेत् अपि तद् इडानुकूलः खलु. हा धातुः अनेका अस्ति चेत् इडानुकूलः एव तत्र संशयः नास्ति. एकाच् इत्यस्मिन् विषये एव चिन्तनं प्रवर्तमानमस्ति. यत्र धातुः अनेकाच् तत्र सर्वत्र इडागमः भवितुम् अर्हति. धातोः विषये क्लेशः नास्ति. प्रत्ययस्य चिन्तनमेव करणीयं. यत्र धातुः एकाच् अस्ति तत्र धातुः सेट् वा अनिट् वा इति चिन्तनीयं. धातुः सेट् अस्ति चेत् तत्र प्रत्ययस्य स्वभावः कः इति चिन्तनीयं. प्रत्ययः वलादिः अवशादिः अस्ति वा कृत् प्रत्ययः अस्ति चेत्. कृत् प्रत्ययः नास्ति चेत् केवलं वलादिः अस्ति वा इति तादृशं चिन्तनीयम्. यत्र धातुः अनेका च अस्ति तत्र धातोः विषये अधिकचिन्तनस्य आवश्यकता नास्ति. इदानीं केवलं प्रत्ययस्य चिन्तनमेव कुर्मः. प्रत्ययः अर्धधातुकप्रत्ययः तिङ् प्रत्ययः अस्ति चेत् तर्हि वलादिः अस्ति वा इति चिन्तनीयम्. अर्धधातुककृत् प्रत्ययः अस्ति चेत् वलादिः अवशादिः इति चिन्तनीयम्. स्पष्टं वा महोदय? आं धन्यवादः. अस्तु इदानीम् अभ्यासं प्रति गच्छामः. हा अभ्यासः इति अस्ति. अत्र मीना भगिनी पठति वा? अत्र केचन भुआदिगणीयाः धातवः सूचिताः प्रत्येकं धातुः सेट् अनिट् वा इति निर्णेतव्यम्. आत्मेपदि उभयपदि परस्मेपदि वा इत्यपि वक्तव्यं. तदा लौकिकधातुः कः लट्लकारे रूपं किम् इति सूचनीयम्. अन्ते सेट् अनिट् दृष्ट्वा त्रिजन्तस्य किं रूपं स्यात् इति अनुमानं क्रियताम्. त्रिच् नाम इडागमे यथा स्पर्धिता भविता इद् अभावे च यथा कर्ता भक्ता. पठामः भगिनि. प्रश्नः कः इदानीम्? सारांशः वा? किं करणीयम् अत्र? अत्र धातु सेत् वा नीत्वा इति ज्ञातव्यं. तदनन्तरं पदव्यवस्था ज्ञातव्यम्, आत्मनेपदेभ्यपदे परस्मैपदे वा इति ज्ञातव्यं. तदनन्तरं लौकिकधातु कः, लट्लकारे रूपं किम् इति सूचनीयम्. अन्ते सेत् अनिट् किमर्थं त्रिजन्तं किं रूपं स्यात् इति अनुमानं क्रियतां. किमर्थं त्रिजन्तम् अहं न जानामि. त्रिच् नाम इदागमे न किमर्थं त्रिच् इत्युक्ते तत्र यः कोऽपि प्रत्ययः भवितुम् अर्हति. त्रिच् इति उदाहरणं स्वीकृतमस्ति. त्रिच् इति प्रत्ययः अर्धधातुकप्रत्ययः अस्ति, अपि च कृत् प्रत्ययः अपि अस्ति खलु. तदर्थं तत्र इदागमः भविता भूधातोः भविता भवति, कृ धातोः कर्ता वक्ता इति इदागमः न भवति. गतौ पठामः वा? हा वदतु वदतु. गतौ इङ् सेत् परस्मैपदी इङ्गति, त्रिचि इङ्गिता. तत्र रूपं कथं भवति इति वक्तव्यं वा? सत्यं गतौ प्रयत्नं करोमि. अनुनासिके उपदेशे लोपः इग् इति भवति. इदित् रूपं इदितो नुङ् धातोः इति नुमागमः. इत् इति अन्तिम स्वरः इकारः इत् भवति, तस्मात् इदित् भवति. इदितो नुङ् धातोः इति सूत्रेण इङ् इति भवति. तदनन्तरं आत्मनेपदं वा परस्मैपदं वा इति करणीयम्. इङ् इगिङ् इति उदात्तः भवति. तस्मात् सूत्रं भगिनि अनुदातो यतः आत्मनेपदं, तत्र अनुदातोः नास्ति, उदात्तः भवति. तस्मात् शेषात् कर्त्री परस्मैपदम् इति सूत्रेण परस्मैपदम् इति चिन्तयामि. तदनन्तरम् इङ् लोपः शप् इति प्रत्यय भुवादिगणे भवति. इङ्गति इति रूपम् इति भवति, सत्यं वा? हा, इङ्गति इति रूपं कथं निष्पन्नं? इङ्ग् इति नकारः अस्ति तत्र. इङ्गति नकारः इङ् इङ् भवति इदितो नुम् इति सूत्रेण इङ् इति भवति. तदनन्तरं शप् भवति. शप् शकारः लशक्वत् इति शप् भवति. पकारः उपदेशे अकारः भवति. इङ् लोक योगः अयोगः ति. सार्धातुकार्धातुयोगः तत्र गुणः गुण न भवति तत्र. इगन्तं नास्ति. उपदाय ह्रस्वैकारमपि इग् ऐकर्णमपि नास्ति. तस्मात् गुणं न भवति. इङ्गति इङ्गति इति भवति सत्यं वा? गुणः न भवति इति समीचीनं भगिनि, समीचीनमस्ति चिन्तनं, गुणः न भवति इति समीचीनं, परन्तु तत्र नकारस्य का गतिः, तत्र नकारं न पश्यामः खलु? नकारस्य यै परस्वर्णे किं सूत्रं इदितोर्णं तदनन्तरं अनुस्वारः भवति नकारस्य यै बिफोर् अनुस्वारः केन सूत्रेण नस्य पदान्तस्य जलि यस्य पदान्तस्य जलि पदान्तस्य जलि इत्यनेन किं भवति अनुस्वारः इङ् इति भवति तदनन्तरं अनुस्वारस्य यै परसर्णे ककारस्य अन्तिमवर्णः अनुस्वारस्य वर्णः नकारं भवति तदनन्तरं इङ् इति भवति तदेव समीचीनं भगिनि इत्युक्ते अत्र सूत्रं न विस्मृतवती भगिनि अस्तु अस्तु चिन्ता नास्ति चिन्ता नास्ति समीचीनं भगिनि सम्यक्तया उक्तं तर्हि इगि इति धातुः तत्र अन्ते अन्ते इकारः इत्संज्ञकः अस्ति अनुनासिक इकारः अस्ति अतः उपदेशजनुनासिक इत्यनेन तस्य इत्संज्ञा भवति परन्तु तत्र इघि इति धातु इति धातुं दृष्ट्वा वयं ज्ञातुं शक्नुमः अत्र धातुः इदित् अस्ति ह्रस्व इकारस्य इत्संज्ञा अस्ति अतः इदितो नुम् धातोः इति सूत्रेण नुमागमः भवति नुमागमः कुत्र भवति इति चेत् मिदचोन्त्यात् परः इति सूत्रम् इति परिभाषासूत्रम् आगच्छति सहायं कर्तुम् अत्र नुम् इति आगमः मित् अस्ति यतोहि मकारस्य इत्संज्ञा अस्ति मित् अस्ति यत्र आगमः मित् अस्ति तत्र मिदचोन्त्यात् परः इति सूत्रेण अच्वर्णेषु अन्त्यात् परः सः आगमः अच्वर्णेषु अन्तिम अच्वर्णस्य अनन्तरम् आगच्छति अत्र इग् इति धातौ तत्र इत्संज्ञकवर्णस्य लोपानन्तरम् इग् इति धातौ एकः एव स्वरः अस्ति इकारः अतः तस्य अनन्तरं नुमागमः भवति अतः इङ् इति अस्ति इङ् योगः शप् योगः ति इति अस्ति तत्र इङ् इत्यस्य अत्र गुणकार्यं किमपि नास्ति यतोहि इगन्तम् अङ्गम् अपि नास्ति इगुपद अङ्गमपि नास्ति अतः इदानीं सन्धिकार्यमेव नकारस्य स्थाने अनुस्वारादेशः भवति नश्चापदान्तस्य झलि इत्यनेन नकारस्य स्थाने अनुस्वारः आगतः यतोहि तत्र गकारः जल् वर्णः अस्ति नश्चापदान्तस्य झलि झलि इति निमित्तम् अतः नकारस्य अनुस्वारादेशः प्रथमं तदनन्तरम् अनुस्वारस्य स्थाने परसवर्णः भवति अनुस्वारस्य यै परसवर्णः इति सूत्रेण परसवर्णादेशः परसवर्णः कः इति चेत् तत्र कवर्गस्य पञ्चमवर्णः मकारः आगच्छति अनुस्वारस्य स्थाने अतः इङ् योगः अयोगः ति इङ्गति इति रूपं स्पष्टं वा तावता स्पष्टं भगिनि अस्तु समीचीनं तर्हि अग्रे अरुणा भगिनी अत्र त्रिजन्तरूपं वदति वा आं भगिनि इङ् धातु सेत् धातु अस्ति किमर्थमिति एकाचि अनुदात्त इति सूत्रेण न एकाच् उदात्त भगिनि एकाच् एकाच् अस्ति एकाच् इदनुकूलः अस्ति तृच् अपि कृदन्त प्रत्ययः तृच् इदनुकूलः किमर्थं सेत् किमर्थम् एकाच् अस्ति उदात्त अस्ति ततः स्वरित उदात्त अस्ति तदेव इदनुकूलः अस्ति तदनन्तरं तृच् प्रत्ययः तिङ्प्रत्ययः नास्ति कृत् प्रत्ययः कृत्प्रत्यय अर्धधातुकप्रत्ययः बलादिप्रत्ययः तकारः अस्ति अत्र बलादिप्रत्ययः ततः इडागमः भवितुम् अर्हति. हा अर्धधातुकप्रत्ययः इति कथं ज्ञातवती? तिंशित् सार्वधातुकं शेषः अर्धधातुकं समीचीनम्. अपि च सत्यं, तर्हि अर्धधातुकप्रत्ययः बलादिः अस्ति खलु? बलादिपि अपि अस्ति. हा कः वर्णः? वल् वर्णः तकार ऋकार उपदेश अनुनासिकसूत्रेण उच्चारणार्थमेव ततः लोपः भवति. तकार एव न न न अत्र ऋकारस्य इत्संज्ञा नास्ति. न ऋकारस्य इत्संज्ञा नास्ति. तृच् इत्यत्र तृ इति अवशिष्यते. तृ अवशिष्यते माध्यमता. तृ तकार वलादिप्रत्यय अस्ति ततः इदागम प्रत्यय अपि इदागम अनुकूलः. हा अपि च अन्यदपि चिन्तनीयम् अत्र प्रत्ययः अर्धधातुकप्रत्ययः इति समीचीनं, परन्तु ततः अग्रे तत्र इतोपि एकः नियमः अस्ति खलु? हा तदेकं सूत्रमस्ति. तद् ततः अग्रे नेड्वशीकृति न अत्र प्रथमतया प्रत्ययः तिङ् अत्र प्रत्ययः कृत् प्रत्ययः अस्ति वा इति चिन्तनीयं खलु? आं भगिनि, तिङ् नास्ति. तिंशित् सार्वधातुक तिंशित् एव सार्वधातुकम् अत्र. अर्धधातुकप्रत्ययः इति समीचीनम्, अर्धधातुकप्रत्ययः इति समीचीनम् अस्ति, परन्तु तिङ् प्रत्ययः नास्ति चेत् तर्हि प्रत्ययः कृत् भवति खलु? कृत् प्रत्ययः अहं वदामि. कृत् प्रत्ययः अस्ति चेत् इतोपि चिन्तनीयं खलु? प्रत्ययः अस्ति चेत् नियमः कः? अर्धधातुकद्वलादे नेङ् वशीकृति तत्सूत्रं किं वदति? अत्र अर्धधातकः अपि वलादि अपि चेत् अयं प्रत्यय इदागम अनुकूलः इति वदति. तर्हि अत्र तिङ्प्रत्यय अपि इड्बलादि इदनुकूलः, आर्धदातकः प्रत्यय वलादि अपि चेत् आद्यं प्रत्ययः इदागम अनुकूलः इति वदति. न अत्र नेड् विशीकृति इति सूत्रस्य विषये चिन्तनं खलु? तत् सूत्रं किं वदति? कृत् प्रत्ययः वलादि अवशादि चेत् अयं प्रत्ययः इदागम अनुकूलः इति वदति. हा सत्यम्. अत्र अवशादिः अस्ति वा? अवशादि इति अहं न जानामि. इत्युक्ते अत्र अवशकारः वकार आदि नास्ति. वकारादि नास्ति. वश् प्रत्याहारे वश् प्रत्याहारे नास्ति. हा वश् प्रत्याहारे के के वर्णाः? तर्हि अत्र तु वशादिः नास्ति. अवसादि अवसादि अपि नास्ति. हा तर्हि तत्र रूपं कथं साधयामः? इङ् योगः तृ इङ् योग इ योगः तृ. तर्हि तत् तदनन्तरं केवलं वर्णमेलनम् इङ्गित् तृ इङ्गित् तृ इति इङ्गिता अस्ति अत्र. इङ्गितृ इति प्रातिपदिकं सम्यक्. पितृ पितृ सत्यम्. एवमेव अत्रापि इङ्गितृ इति रूप इति प्रातिपदिकं, तस्य एकवचने इङ्गिता इङ्गिता. श्रीलिङ्गे अत्र इङ्गित् कर्त्री इति अस्ति खलु, कर्त्री एवमेव इङ्गित्री. धन्यवादः. अस्तु, अत्र पुनः एकवारं पश्यामः. अत्र इग् इति धातुतः तृच् इति प्रत्ययः अस्ति. तृच् इति प्रत्यये चकारस्य इत्संज्ञा, इकारस्य अपि इत्संज्ञा, तृ इति अवशिष्यते. तर्हि इग् योगः तृ, तत्र इदितो नुम् धातोः इति नुमागमः भवति. इङ् योगः तृ इति अस्ति. तत्र सन्धिकार्यं यथा अत्र पूर्वम् उक्तमासीत्, नश्रापदान्तस्य जलि अनुस्वारस्य ययि परसवर्णः इति द्वाभ्यां सूत्राभ्याम् अनुस्वारादेशः, तदनन्तरं परसवर्णादेशः ङकारः कवर्गस्य पञ्चमवर्णः, अतः इङ् योगः तृ इति अस्ति. इदानीं तत्र इडागमः भवति न वा इति चिन्तनीयं. तर्हि अत्र धातुः कीदृशः इति चेत्, धातुः सेत् इति उक्तं. किमर्थं सेत्? यतोहि धातुः एकाचपि अस्ति, तत्र अनुदात्तस्वरः नास्ति, अवशिष्टः स्वरः अनुदात्तः नास्ति. तत्र स्वरस्य एकः एव स्वरः इकारः, तस्य अधोभागे रेखा नास्ति, अतः अनुदात्तस्वरः नास्ति. उदात्तः अस्ति स्वरः, स्वरः उदात्तः अस्ति चेत् धातुः सेट्. तर्हि धातुः सेट् इदानीं प्रत्ययस्य स्वभावः कः इति चेत्, तृ इति प्रत्ययः अर्धधातुकप्रत्ययः, तिङ्क्षिन् भिन्नः, अतः अर्धधातुकप्रत्ययः. अपि च पश्यामः चेत् तृच् इति प्रत्ययः तिङ् नास्ति, अतः कृत् प्रत्ययः अस्ति. धातुभ्यः विधीयमानः प्रत्ययः तिङ् भवति नो चेत् कृत् भवति. तिङ् प्रत्ययः नास्ति चेत् कृत् प्रत्ययः. अतः अत्र तृच् इति प्रत्ययः कृत् प्रत्ययः, अर्धधातुकप्रत्ययः. अतः अर्धधातुकसेड् वलादेः इति सूत्रेण अर्धधातुकप्रत्ययस्य इडागमः भवितुमर्हति वलादिः अस्ति चेत्. अत्र तृच् इत्यस्मिन् आदौ तकारः अस्ति, सः तकारः वलादिः अस्ति, वल् प्रत्याहारे अस्ति. परन्तु इदानीं तृच् प्रत्ययः कृत् प्रत्ययः अपि अस्ति, अतः नेड्वशीकृति इति सूत्रेण वशादिः अस्ति वा इति चिन्तनीयम्. अत्र तकारः वश् प्रत्याहारे नास्ति, अतः अत्र इडागमः भवितुम् अर्हति. धातुः अपि सेट्, प्रत्ययः अपि इदानुकूलः, अतः इडागमः भवति. अतः इङ् योगः ई योगः तृ. तर्हि इदानीं योजनं, सन्धिकार्यं कृत्वा योजनम्. इङ्गितृ इति प्रातिपदिकम्, इङ्गिता इति पुल्लिङ्गे रूपं, स्त्रीलिङ्गे इङ्गित्री, नपुंसकले नपुंसकलिङ्गे इङ्गितम् इति रूपम्. अस्तु, स्पष्टं वा? आं भगिनि, धन्यवादः. भगिनि, स्त्रीलिङ्गे इङ्गित्री कथं भवति? मातृ इङ्गित्र इति एव न मातृ त्रिजन्तरूपं नास्ति, मातृ त्रिजन्तरूपं नास्ति. इङ्गितृ यथा कर्ता अस्ति खलु, कर्तृयोगः, तत्र नीप् इति प्रत्ययः विद्यते, अतः कर्त्री इति रूपम्, एवमेव इङ्गित्री. अस्तु, तर्हि अग्रे का वदति अत्र वासुदेवन् महोदय, अग्रिमं करोतु. जुङ् इति दादु, जुङ् इति दादु, तदेव जुङ् नित् भवति, अतः पदम् आत्मनेपदि न हलन्द्य इति सूत्रेण न इत् तस्य लोभः भवति, रु अवशिष्यते, अवशिष्ट निरनुबन्धधातुः रु. रु इति धातौ अवशिष्टस्वरः उकारः, सः एकाचः, तदापि रु रु इति उदात्तः, उदात्तः अस्ति. एकाच उपदेशे अनुदात्तात् इत्यनेन इडागमस्य निषेधः नास्ति, अतः अवशिष्टः स्वरः कीदृशः? अवशिष्टः स्वरः एकाच् एकाच् अपि च उदात्तः, उदात्तः अपि उदात्तः अस्ति चेत् उदात्तः एकाच उदात्तः सेट् सेट् उदात्तः नास्ति खलु, उदात्तः न, अनुदात्तः नास्ति, अनुदात्तः आत्मनेपदः, अनुदात्तः न, अनुदात्तः न दृश्यते वा? न दृश्यते. अधः अस्ति वर्णस्य रु अधिवर्णस्य अधः अस्ति किल रेखा अस्ति खलु रेखा अस्ति चेत् अनुदात्तः अनुदात्तः तर्हि अनिट् प्रथमं तत्र पदव्यवस्था का पदव्यवस्था धातुः आत्मनेपदी किमर्थं नित् नित् इत्यर्थे नित् सत्यम् अनन्तरं अनन्तरं तस्य ङ इति वर्णस्य लोपः लौकीयधातु रु रु इति निरनुबन्धधातुः अवशिष्टस्वरः उकारः सः अनुदात्तः अपि अस्तु एकाचः अनुदात्तः अपि ततः इडागमस्य निषेधः अस्ति अनिट् लट्रूपं भवति लट्रूपं भवति रवते रु प्लस् अल्पनेपदि प्रत्ययं रव भवति रो भवति पुनः रव भवति रव प्लस् आ प्लस् ते रवते केन सूत्रेण रो भवति रवते सम्प्रत्यययोजनेन तत्र केन सूत्रेण उकारस्य गुणः उकारे इको गुणः इको गुणः इको गुणः सम्यक् न जानामि गुणस्य कृते तत्र सूत्रद्वयमेव अस्ति खलु सार्वधातुकार्धधातुकयोः लघुपदस्य च अत्र सार्वधातुकार्धधातुकयोः इत्यनेन गुणः रवते इति रूपं सम्यक् किमिति सूत्रेण अत्र गुणः निषेधति न रुयोगः शप् शप् अस्ति खलु प्रथमगणः द्वादिगणः तस्मात् अकारः अस्ति रु प्लस् रुयोगः अ योगः अस्ति सुरवते रु प्लस् अव द्रवते त्रिजन्तरूपं द्रविदा त्रिजन्तरूपं द्रविदा एक पुनः वदतु तत्र क्रमेण वदतु कथम् इति द्रव रु रु प्लस् तृच् रु योगं तृच् रु रव रव न किमर्थं रौ रो इति ओके रो इति कथमस्ति रो रो तृच् तृच् प्रत्ययम् आर्ध कृत्प्रत्ययं कृत्प्रत्ययं प्रत्ययः तृच् अग्रे भवति इति कारणेन रु रव रु रो भवति पुनः रव भवति न न न एक्षणं रु रो भवति केन सूत्रेण रु गुणः केन सूत्रेण भवति सर्व सार्वधातुक अर्धधातुकयोः रो भवति इदानीं किमर्थम् अवादेशः जानामि न जानामि त्रिच् प्रत्ययः अजादिः नास्ति खलु त्रिच् प्रत्ययः तृ इति अस्ति तकारः अस्ति अतः एचोयवायवः इत्यस्य कार्यं नास्ति अतः रो योगः तृ रोत्र पुल्लिङ्गे पुल्लिङ्गे जुता न रोत्र इति उक्तं खलु प्रातिपदिकं रोत्र किं रोत्र इति प्रातिपदिकम् अस्ति पुल्लिङ्गे किं रूपं रोता रोता स्त्रीलिङ्गे रोत्रि. सत्यं समीचीनम्. अस्तु भगिनी, अत्र किमर्थं रो इत्यस्य सह तृ योजयति भगिनी? वयं तु इङ् इत्यस्य धातौ इङ् इति अङ्गस्य कृते तृ इति प्रत्ययः युज्यते खलु. अत्रापि अङ्गं रो अस्ति खलु. रुयोगः तृच् इति प्रत्ययः अस्ति. तृच् प्रत्ययः कीदृशप्रत्ययः? अर्थधातुकम् अस्ति, कृत् अस्ति. हा, अर्धधातुकप्रत्ययः अस्ति चेत् तत्र रु इति इगन्तम् अङ्गम् अस्ति खलु. इगन्त अङ्गस्य गुणः गुणः भवति सार्वधातुक अर्धधातुकयोः इत्यनेन. अर्धधातुकप्रत्ययः अस्ति चेदपि गुणः भवितुम् अर्हति. अतः रु रो भवति. रो योगः तत्र भवेत् खलु. किम् अत्र न एकक्षणम् एकक्षणम् उमा भगिनी, लक्ष्मी भगिनी वदतु. सोरि सोरि न रोयोग शप् भवेत् खलु तत्र, किमर्थं न भवति? तद् दृष्टं खलु, तद् दृष्टं खलु. रवते इति रूपं दृष्टं, लट् लकारे रवते इति रूपम् उक्तम्. इदानीं तृच् रूपं लट् लकारे रुयोगः अयोगः ते. रु इत्यस्य गुणः रोयोगः अयोगः ते. अत्र अवादेशः चोयवायवः. अतः रव् योगः अयोगः ते रवते. तत् सत्यमेव, सत्यमेव तद् रूपम्. इदानीं तृच् इति विषयः अस्ति. रुयोगः तृ, तर्हि तत्र गुणः भवति अर्धधातुकप्रत्ययं निमित्तीकृत्य गुणः. तर्हि रोयोगः तृ रोत्र. धातुः अनिट् इति उक्तं खलु. नास्ति तत्र तृ इति प्रत्ययः, अजादिः नास्ति खलु. अस्तु भगिनि. हा, इदानीम् अत्र सर्वे कृपया म्यूट् मध्ये भवन्तु, बहु ध्वनिः अस्ति. वासुदेवन् महोदय कृपया म्यूट् करोतु. प्रश्नः अस्ति वा? अत्र उमा भगिनी प्रश्नः आसीत् वा? औपदेशिकधातु रुन् इति अस्ति, ञकारः गुणं निषेधः. न न न, धातोः विषये नास्ति, प्रत्ययस्य विषये. प्रत्यये मकारः अस्ति चेत् अपि प्रत्ययः निद्वद् भवति. प्रत्ययस्य विषये एव, धातोः विषये मकारः अस्ति चेत् अपित् इति किमपि नास्ति. प्रत्यये मकारः अस्ति चेत् नित् अस्ति चेत् गुणनिषेधः. ओके ओके, धन्यवादः. ऐ मिस्अण्डर्स्टुड्. ओके ओके, अस्तु अग्रे करेम. इदानीम् अत्र गीताञ्जलि भगिनी वदतु. आं भगिनि, अग्रिमं णि दृ, अत्र द्वे दकार अस्ति भगिनि, णियोगः दृ योगः दृ दृ ऋकारः दृ, किन्तु आवर्णे णि दृ अपि स्वरित एकं स्वरितचिह्न स्वरितचिह्नं प्रदर्शनार्थं. अस्तु अस्तु भगिनि, अधुना तु अवगतम्. अस्तु, णिदृ इति स्वरितधातु अस्ति. स्वरित इत्युक्ते सूत्रं तु स्वरितनितः कर्तृभिप्राये क्रियाफले इति सूत्रेण. एकक्षणं भगिनि, स्वरः स्वरितः अस्ति तावत् पर्याप्तं वा? भगिनि एकनिमिष. हा, अत्र अस्तु, स्वरितस्वर तु दकार अस्ति न, रु एव अस्ति न? अत्र स्वरितचिह्नं किं भगिनि? ऋकार अस्ति, दकार अस्ति, अहं न अवगतम्. अन्तिम तु अकार, तत्तु इत् भवति. ऋ न भगिनि? सत्यं, ऋ इति एव अनुनासिकः अस्ति, तस्य एव इत्संज्ञा अस्ति, सः स्वरः एव स्वरितः, स्वरितः अनुदातः उदात्तः इति स्वरस्य विषयः अस्ति, अतः नकारः हल् वर्णः तस्य विषये न भवितुम् अर्हति. अवगतं? तर्हि नकारः स्वरितवः इति प्रश्नः एव न भवति. तर्हि ऋकारः एव अत्र स्वरितः अस्ति, अपि च अनुनासिकः अपि अस्ति, अतः धातुः स्वरितेत्. स्वरितेत् अस्तु भगिनि. स्वरितेत् इत्युक्ते ऋकार स्वरित अनुनासिक अस्ति चेत् उपदेशजनुनासिक इत् सूत्रेण इत् संज्ञा भवति, तस्य लोपः अपि अत्र मूलधातुरूपे तु स्वरित अपि अस्ति, इत्युक्ते स्वरितेत् अस्ति. तदनन्तरं स्वरितेत् अस्ति चेत् स्वरितञितः कर्तरभिपाये क्रियाफले सूत्रेण वयं जानीमः इति उभयपदी अस्ति, धातुः उभयपदी अस्ति. उभयपदी अस्ति चेत् अर्थः तु न अवगतं. कुत्सासन्निकर्षयोः कथं जानीमः भगिनी, यदि वयं न जाना स्वस्य कृते द्वौ अपि स्वीकरोतु, द्वौ अपि रूपं द्वौ द्वे रूपे अस्तु अत्र यदि अस्तु द्वयमपि वदतु. द्वयम् अस्तु, द्वयं वदामि. अस्तु, यदि आत्मनेपदी अस्ति चेत् तदनन्तरं अस्तु लौकिकरूप तु णिद् इति आयाति, किमर्थं रु इति इत् भवति, णिद् आयाति. आत्मनेपदी अस्ति चेत् णिद् योगः शप्. किमर्थं णिद् आयाति? णिदृ अस्ति, ऋ तु इत् भवति, इत् संज्ञा भवति, अतः तस्य लोपः ऋकार ऋ तु लोपः, दकार एव तिष्ठति भगिनि. लौकिकधातुः कः? णिद्. तत्र अन्यत् किमपि कार्यमस्ति वा? णिद् अस्ति, णिद् तु एकाची अस्ति. अत्र अन्य कोऽपि सहायं करोतु? अस्तु अस्तु, क्षम्यतां, विस्मरामि. धात्वादेः णः न धातु न णोणः सूत्रं तु णोणा एव धातु सूत्रं भगिनि. अस्तु, णो णः इत्युक्ते निद् निद् अस्ति, निद् अधुना लट् यदि लट् रूपम् इच्छामश्चेत् निद् योगः शप् योगः ते आत्मनेपदी अस्ति चेत् शकार तुलशकोतधिते इत्संज्ञा भवति, तस्य लोपः. पकार अपि इत्संज्ञा भवति, लोपः. अकार अवशिष्यते. निद् निद् योगः अ योगः ते निद अस्ति. अधुना निद ते इति, किन्तु निद् तु उगन्तलघुपद सार्व शप् तु सार्वधातुकप्रत्यय अस्ति, अपि च निद् नित् न पुगन्तलघुपदस्य च तु अपि उपधा तु निद् अस्ति भगिनि, नीद् भवति न, किं भवति तत्र उपधायां कः वर्णः? निद् इकार अस्ति भगिनि, हा इकारः अस्ति चेत् लघु उपधा लघु अस्ति, अतः अतः पुगन्तलघुपदस्य च सूत्रेण गुण भवति, इत्युक्ते गुण भवति चेत् इ ए भवति, नेद् नेद् भवति, नेद् योगः अयोगः ते इत्युक्ते नेद् नेदते नेदते तु आत्मनेपदी, नेदते तु आत्मनेपदीरूपम् अस्ति, यदि परस्मैपदी अस्ति चेत् नेदति इति भवति भगिनि, सर्वे समानेव कार्याणि भवति, नेदति इति आयाति, तृच् यदि तृच् अस्ति चेत् नेद् योगः तृच् तृच् तु आर्धधातुकम् अस्ति, अपि कृत् प्रत्यय अस्ति, अपि वलादि अस्ति, अत्र वलादि अस्ति चेत् सूत्रं किं, ने एकनिमिष भगिनि, ने एकनिमिष नेड् नेड् नेड् वशीकृति इति सूत्रं कार्यं करोति, किमर्थं तकार तु एकक्षणं भगिनि, अत्र प्रथमतया धातुः सेट् वा नित्वा इति वक्तव्यं खलु? अस्तु, धातुः तु एकाच् एकाच् अस्ति, एकाच् अस्ति, अपि च एकाच् अस्ति चेत् तु एकाच् उपदेशे अनुदात् अनुदात्तात्, किन्तु अनुदात् तु नास्ति, अनुदात् नास्ति चेत् इडानुकूल नास्ति, इत्युक्ते अनिट् भवति। एवं वा, एकाच् उपदेशे अनुदात्तात् इति सूत्रं किं वदति? एकाच् उपदेशे अनुदात्त इति वदति यदि धातोः किमपि अच् अस्ति कुत्रापि अच् अस्ति एकम् एव, अपि च अनुदात्तः अपि अस्ति, तदनन्तरम् इडागमः न भवति, अत्र तु एकाच् तु अस्ति, अनुदात् नास्ति, अतः इडागमः भवति, इडागमः भवति, सेट् अस्ति धातुः, अतः सेट् सेट् अस्ति, सेट् अस्ति चेत् इडानुकूल धातुः अस्ति, इत्युक्ते इट् नेद् योगः इ प्रथम तु इ आयाति योगः तृ, नेदि इति आयाति नेदि योगः तृ नेदितृ नेदितृ तु प्रातिपदिकं भवति पुंलिङ्गरूपं नेदिता स्त्रीलिङ्गरूपं नेदित्री स्त्री अत्र भगिनी मूर्धन्य न अमि स्वर नेदित्री ऋकारः रेपः ओ रेपः वा अस्तु नेदित्री तदनन्तरं नपुंसकलिङ्गं रूपं तु नेदितं नेदितृ इति एव ओ नेदितृ एव कथं जानीमः भगिनि नेदित्रं वा नेदितृ वा न तत्र सुबन्तप्रक्रिया पठनीयं तदर्थं कथं जानीमः इति चेत् तादृशरूपम् अस्ति सुबन्तप्रक्रियां पठामः चेत् ज्ञातुं शक्नुमः इदानीं स्वीकरोतु अत्र नेदिता नेदितृ नेदित्री इति अस्तु भगिनी भगिनी एकः सन्देहः त्रच् धातु आददातुकम् अस्ति किल गुणं उपदा लघुपदस्य इति सूत्रेण गुणं न भवितुं शक्यते किल अत्र किमर्थम् आर्धधातुकधातु अस्ति आर्धधातुकप्रत्यय परे अस्ति चेत् गुणं कथं भवति गुणं न भवति किल किमर्थं न भवति यतोहि सूत्रं पश्यति सार्धधातुक अर्धधातुकयोः इति सूत्रं किं वदति तत् सूत्रम् आर्धधातुकयोः ओके बोत् पुबन्तलघुपदस्य च इति किं वदति तत्रापि सार्वधातुक अर्धधातुकयोः इत्यस्य अनुवृत्तिः अस्ति तत्रापि सार्वधातुक अर्धधातुक उभयत्र उभयत्र सार्वधातुकप्रत्ययः नो चेत् अर्धधातुकप्रत्ययः यः कोऽपि प्रत्ययः अस्ति गुणः भवितुम् अर्हति अस्तु स्पष्टं खलु भगिनि त्रिच् प्रत्ययस्य पुल्लिङ्ग स्त्रीलिङ्ग नपुंसलिङ्ग पुनरेकवारं कृपया वदतु भगिनि नेदिता नेदिता योगः त्रिच् इति अस्ति इदानीं प्रातिपदिकं स्पष्टं खलु नेदितृ इति प्रातिपदिकं कर्तृ इति प्रातिपदिकम् अस्ति चेत् रूपं किं भवति कर्ता कर्ता स्त्रीलिङ्गे कर्तृ कर्तृ इति अस्ति नपुंसकलिङ्गे नपुंसकलिङ्गे किं भवति लिङ्गे न जानामि कर्तृ एव कर्तृ एव एवमेव अत्र अत्र किं भवति नेदितृ इति प्रातिपदिकं नेदित्रि नेदितृ एव पुनः पुल्लिङ्गे किं न एकक्षणं नेदितृ इति प्रातिपदिकं पुल्लिङ्ग नेदिता स्त्रीलिङ्गे नेदित्रि पुनः नेदितृ तावदेव अवगतं खलु अस्तु धन्यवादः अस्तु अरविन्द महोदय अग्रे करोतु आं भगिनि इषां गति हिंसा दर्शनेषु अत्र पहला सोपानमस्ति लट् लकारस्य रूप तत् तदर्थम् इत् अस्ति अनुदात्तेत् अकारं तत् अनुदात्तेत् अस्ति कृत्वा अनुदात्तमित कर्तृभिप्राय आत्मनेपदी भवति केवलम् आत्मनेपदी भवति वा केवलम् आत्मनेपदी भवति अनुदात्त अस्ति न स्वरितेत् नै न स्वरितेत् नास्ति स्वरितङ्गीता उभयपदि भवति इष् इति धातुः खलु क्षम्यताम् इष् इति धातुः खलु इष् इति धातुः सत्यं सत्यम् इष् इति धातुः अनुदात्तः अस्ति सत्यं सत्यं समीचीनम् क्षम्यताम्, अत्र अन्य अन्य किमपि दातुं पश्यन्ती अस्मि. अस्तु, आत्मनेपदी अस्ति, समीचीनम्. आत्मनेपदी अनुबन्धलोपानन्तरम् इष् इति दृश्यते. ईश् दीर्घ ईकार ईश् इति भुवादिगणे भुवादिगणे शप् विकरणप्रत्ययः अस्ति. आत्मनेपदी कृत्वा ते इति प्रत्ययः अस्ति. ईश् योगः शप् योगः ते. शप् अस्ति तिंशित् सार्वधातुकं. सर्वधातुक अर्धधातुकयोस्य गुणस्य अपि प्रभावः न भवति. किन्तु किमर्थम् इति चेत् इकन्दधातु नास्ति. पुगन्धगुपदस्य अपि कार्यं न करोति. किमर्थम् अस्ति? उपधा दीर्घ इकारम् अस्ति कृत्वा गुणस्य प्रभावः नास्ति. शप् इति लशक्कुतर्तिदे एवं हलन्त्यं कारणेन द्वयोः तस्य लोप इति सूत्रेण अपगच्छति. तत् ईश् ईश् योगः आयोगः ते ईशते इति आत्मनेपदीरूपं सिद्ध्यति. तदनन्तरम् इत् व्यवस्था. इत् व्यवस्था एकाच् अस्ति किन्तु अनुदात्त अच् नास्ति इति कारणेन सेट् भवति. एकाच् उपदेशाच् अनुदात्तात् इति सूत्रस्य प्रभावः नास्ति. सूत्रस्य वचन इति सेट् भवति इति कृत्वा इष् योगः तृच् इति तृच् अस्ति अर्धधातुकं शेषं आगम उगन्धलघुपदस्य कार्यं न करोति. एकाच् अनुदाते इति अनित् अस्ति न? अनुदाता नास्ति. अनुदाता नास्ति खलु? अनुदात इत् अस्ति. इत् अपगच्छति चेत् ईश् अनुदातेत् नति अनुदात नास्ति. तदर्थं सेट् भवति. ईश् ईश् योगः रूपं किम् सेट् कर् सेट् इश् इश् इश् दीर्घ इकार शकर सेट् इति कारणेन इकारस्य आदेशः भवति कृत्वा ई योगः तृच् इत्र इति भवति. ईश् योगः इत्र योगः ईषित्र इति प्रातिपदिकं निष्पन्नं भवति. ईषित्र ईषिता पुल्लिङ्गे ईषित्री स्त्रीलिङ्गे ईषित्र नपुंसकलिङ्गे. नपुंसकलिङ्गे किम्? ईषित्र. हा, समीचीनं, बहु समीचीनं, सम्यक्. कोऽपि प्रश्नः वा अत्र? स्पष्टमस्ति खलु भगिनी? इकारस्य आदेशः भवति इति उक्तवान्, आगमः भवति खलु? कुत्र अस्ति आगमः? इडागमः. हा, इडागमः, प्रत्ययस्य इडागमः. क्षम्यताम्. हा, अस्तु, अग्रे राहुल् महोदय वदति वा? वहौ प्रापणे इति उपदेशे जनुनाशिक इत् तस्य लोपः इत्यनन्तरं वह इति अवशिष्यते. हकारोत् उत्तरवर्तीय अनुनासिक अकारः अपगच्छति, अतः स्वरितेत् अस्ति, अतः एष धातु उभयपदी. लटि तस्य रूपं वह योग शप् योगः ति अथवा ते. लशक्व तद्धिते हलन्त्यम् इति तस्य लोपः इत्यनेन वह योगः अयोगः ति अथवा ते. वहति अथवा वहते इति लटि रूपम्. अधुना वह योगः वः इति एकाच् अस्ति, उदात्तः अस्ति, अतः धातु सेट् पृच् प्रत्ययस्य योजनेन न न न एकक्षणं अवशिष्टः स्वरः कः? एकाच् अस्ति अपि च उदात्तः अस्ति. कुत्र अस्ति उदात्तः? अनुदात्तः नास्ति, स्वरितः नास्ति. अतः अत्र अवशिष्टः स्वरः अकारः खलु? आम्. तस्य अधोभागे चिह्नम् अस्ति वा? अधोभागे चिह्नः अस्ति, उपरि भागे चिह्नः अस्ति, न अवगच्छामि. हा अत्र पश्यतु भगिनि, प्रथमं पदव्यवस्था पश्यामः, पदव्यवस्थां पश्यामः. तत्र हकार उत्तरवर्ति अकारः, अनुनासिकः अपि अस्ति, स्वरितः अपि अस्ति, उपरि छिन्नम् अस्ति, अतः धातुः स्वरितेत् अस्ति. स्वरितेत् अस्ति चेत् तत्र किं भवति? उभयपदी. उभयपदी खलु? स्वरितेत् अस्ति चेत् उभयपदी. इदानीम् अवशिष्टः स्वरः इदानीम् एकक्षणम् इत्संज्ञकवर्णानां लोपानन्तरं वह् इति अवशिष्यते. वह् इत्यत्र वकार उत्तरवर्ति अकारस्य अधोभागे रेखा अस्ति, अतः सः स्वरः अनुदात्तः, अवशिष्टः स्वरः अनुदात्तः, अतः धातुः अनिट्. अवगतं वा राहुल् महोदय? क्षम्यतां, प्रश्नलेखनसमये अशुद्धं कृतं मया. चिन्ता नास्ति, यः अवशिष्टधातुः अस्ति वः तत्र अनुदात्त एकात् अनुदात्तः अस्ति, अतः धातुः अनिट् अस्ति, क्रीडानुकूलः नास्ति. अधुना वः योगः तृच्, अत्र इकारस्य आगमः नास्ति, सारि इडागमः नास्ति, अतः वः योगः तृ कथं भवति इति न जानामि अधुना. हा चिन्ता नास्ति, अत्र क्लेशः अस्ति, अत्र सन्धिः हल्सन्धिकार्याणि भवन्ति, तर्हि तत्र ओढृ इति रूपम् अस्ति. ओढृ इत्युक्ते वह् योः योगः तृच् इति प्रत्ययः अस्ति. तत्र हकारस्य ढकारादेशः भवति, होडः इति सूत्रेण ढकारादेशः भवति. तर्हि वढ् योगः तृ. इदानीं जशस्ततोर्दोदः इति एकं सूत्रमस्ति, अनेन तृ इत्यस्य तकारस्य धकारादेशः भवति, अतः वड् योगः धृ. इदानीं तत्र ष्टुनाष्टुः इत्येन ष्टुत्वसन्धिः भवति, अतः वड् योगः डृ. इदानीं तदनन्तरं तत्र पूर्वतन ढकारस्य लोपः भवति, डोडे लोपः इत्यनेन, अतः तत्र गुणः अपि भवति. तत्रहि ओ योगः डृ, ओडृ इति प्रातिपदिकम्. इदानीं चिन्ता मास्तु, तत्र सन्धिकार्याणि एव अग्रे गत्वा पठिष्यामः. तत्र ओढृ इति रूपमस्ति, पुल्लिङ्गे ओढा, अनन्तरं स्त्रीलिङ्गे ओढ्रि, नपुंसकलिङ्गे ओढृ. वस्तुतः अत्र गुणः नास्ति, क्षम्यतां, गुणः नास्ति. तत्र वकार उत्तरवर्ती अकारस्य स्थाने ओकारादेशः भवति, तावदेव. अत्र ओढृ इति रूपम्, अत्र रूपं कथं निष्पन्नम् इति चिन्ता मास्तु अधुना. किन्तु भगिनि वकारस्य उकार भवति खलु, न तु ओकार, गुणः भवति कुत्रापि? न न, गुणः नास्ति. ओढृ वकारः, ओकारः वो, वोढृ. ओ वो, वोढृ, अस्तु अस्तु. ओ कुत्रापि आगच्छति किम्? सूत्रेण आगच्छति, सहि वहो रोद् अवर्णस्य इत्येन अकारस्य ओकारादेशः. अस्तु, सन्धिकार्यमेव, किमपि नास्ति तत्र. सन्धिकार्यं यदा पठामः तदानीं स्पष्टं भविष्यति. अस्तु, अग्रे विश् इति धातुः, लक्ष्मी भगिनी करोतु. वकार ओकार ढकार ऋकारे ऋकारः अस्तु, वोढा वोढ्रि धन्यवादः. पुनः वोड्र भवति वा नपुंसलिङ्गे? हा तथैव. विषु धातु सेचने अर्थे अत्र विषु धातु इत्संज्ञा इत्संज्ञक उकारः अस्ति, तस्य लोपः भवति. तत्र उदात्तेत् अस्ति, इत्संज्ञा उदात्तः अस्ति, अतः परस्मैपदम् इति निर्णेतुं शक्यते. इदानीं विष् इति लौकिकधातु, अवशिष्टः स्वरः इकारः एका च अस्ति, एकः च अनुदात्तः च अस्ति, अतः अनिट् धातु अस्ति. विष् विषयोग शप् वेष् इति भवति पुगन्धलकूपतस्य च इति सूत्रेण. वेष्योगति वेष्योग आयोगति वेषति इति लटि रूपं भवति. इदानीं वेष्योग त्रिच् भवति. अत्र अनिट् धातु इति कारणात् इडागमः न भवति, अतः वेष्योग तृ न जानामि किं रूपमिति. हा तत्र सामान्य सन्धिकार्यमस्ति खलु, षकारः अस्ति चेत् तत्र किं भवति? षकारः योग वेष्टोः इति भवति. इति वा? हा सत्यं, वेष्ट्र इति प्रातिपदिकं, वेष्ठा वेष्टा अल्पप्राणटकारः, वेष्टा वेष्ट्री. ओ वेष्टा. हा वेष्योग त्रिच् वेष्टा वेष्टि इति रूपं वेष्ट्री वेष्ट्री वा? वेष्टा पुलिङ्ग, वेष्ट्री इति भवति वा भगिनि? वेष्ट्री कर्त्री एवमेव वेष्ट्री. हा हा हा हा अस्तु समीचीनं भगिनि. एकः संशयः अत्र विषु धातु अधः चिह्नः अस्ति, षु उपरि चन्द्रबिन्दु अस्ति, अत्र वि अनुदात्तः अस्ति चेत् कः परस्मैपदी? न न न न अत्र अत्र स्वरः अत्र अनु अनुनासिक अत्र इत्संज्ञकस्वरः कः? अत्र इत्संज्ञकस्वरः उदात्तः. हा इत्संज्ञकस्वरः उदात्तः अत्र, अतः धातुः उदात्तेत् उदात्तेत् अस्ति धातुः. उदात्तेत् अस्ति चेत् धातुः परस्मैपदी एव भवति, अनुदात्तेत् नास्ति, स्वरितेत् नास्ति, अतः परस्मैपदी. इदानीं विष् इति अवशिष्यते इत्संज्ञकवर्णस्य लोपानन्तरं. विष् इति तत्र अवशिष्टः स्वरः अनुदात्तः, अतः धातुः अनित्. अस्तु तर्हि अग्रे सुमन् भगिनी वदतु. अस्ति वा? अस्तु भगिनी एकः संशयः भगिनी क्षम्यता. वदतु. कथं जानीमः त्रिच् प्रत्ययस्य योजयामश्चेत् वेष्ट्री स्त्रीलिङ्गरूपं रेफ अस्ति वा ऋकारान्त अस्ति वा भगिनी? न तत्र कथं जानीमः इति चेत् प्रक्रिया अस्ति, तत्र प्रक्रिया अस्ति, प्रत्ययं योजयित्वा तत्र कीदृशकार्यम् इति वयं जानीमः. तदर्थमेव अत्र कर्ता इति रूपं मनसि स्थापयामः चेत् क्लेशः न भवति. कर्ता कर्त्री इति रूपम् अस्ति खलु, तादृशरूपं मनसि स्थापयामः चेत् क्लेशः नास्ति. परन्तु तत्र कीदृशकार्यम् इति इदानीं मास्तु, यतोहि सुबन्तप्रक्रियां प्रवेशामः. अस्तु वेष्ट्री तु रेफ अन्ते रेफ अस्ति, रेफः अस्ति यथा कर्त्री. रेथा कर्त्री सर्वदा कर्त्री वत् वयं कुर्मः न भगिनि? सत्यं, यतोहि तत्र पश्यति चेत् तत्र पश्यति चेत् कर्ता इति पश्यति चेत् खलु कर्ता तर्हि कर्ता इत्यस्य प्रातिपदिकं कर्तृ कर्तृ इत्यस्य अनन्तरं दीर्घ ईकारं योजयतु ई इति प्रत्ययः नीपिति प्रत्ययः तर्हि तत्र ई इति अवशिष्यते इदानीं कर्तृ इत्यस्य यः ऋकारः अस्ति तत्र कीदृशसन्धिः भवति कर्तृयोगः ई कर्तृयोगः इ कीदृशसन्धिः सरलम् अस्ति कोऽपि वदतु यण् सन्धिः भवति खलु इको यणचि ऋकारस्य स्थाने कः वर्णः न ऋकारस्य स्थाने कः वर्णः ऋकारस्य यण् वर्णः रेपः खलु ऋकारस्य स्थाने रेपः अतः कत् योगः रि कर्तृयोगः रि कर्त्री अवगतम् एवमेव सर्वत्र यण् सन्धिः भवति इति कृत्वा ऋकारस्य स्थाने रेपः अतः एव रेपः श्रूयते सर्वत्र धन्यवादः अस्तु सुमन् भगिनी अस्ति वा कर्तुमिच्छति वा अग्रे विङ् अस्ति तत्र लशक क्षम्यतां हलन्त्यं च सूत्रेण ञकारस्य लोपः भवति ञ्यत् अस्ति ञ्यत् अस्ति अतः स्वरिते क्षम्यताम् अतः स्वरितनितः कर्त्राभिप्रा प्राये क्रियाफले सूत्रेण उभयपदि भवति इदानीं लौकिकधातु अस्ति द्वे एकाच् अस्ति अनुदात अपि अस्ति अतः अनित् अस्ति अस्तु इदानीं लटि रूपद्वयं भवति वे तत्र वे योग शप् तत्र गुणकार्यं किमपि नास्ति किन्तु सन्धिकार्यं भवति वयति वयते रूपद्वयम् इदानीं अनिट् अस्ति अतः वे योग थ्र वेत्र एव वा अस्तु वेत्र वेता वेत्री वेत्र रूपाणि न न एकक्षणं वस्तुतः अत्र वेत्र इति रूपं नास्ति अत्र यत्र यत्र एक एजन्तधातवः सन्ति तत् आर्धधातुकप्रत्ययां प्रक्रियायाम् अत्वं भवति अतः यत्र एजन्तधातुः धातोः अन्ते एच् प्रत्याहारस्य वर्णः अस्ति ए ऐ ओ औ एतेषु कश्चन वर्णः अस्ति तस्य अनन्तरम् अर्धधातुकप्रत्ययः अस्ति चेत् एजन्तधातूनाम् अत्वं भवति आदेच उपदेशे शिति इति सूत्रेण अतः तत्सर्वं वयं न पठितवन्तः एवमेव वदामि तत्र अतः चिन्ता मास्तु एकारस्य अकारादेशः अतः वा वायोगः तृच् वातृ दीर्घ तर्हि तत्र वाता इति रूपं वयं जानीमः खलु वाता इत्युक्ते तत्र तत्र वाता इति रूपं प्रसिद्धरूपं जानीमः खलु वाता पिता हा तादृशं सत्यं वाता वात्री अस्ति अस्तु अग्रे सूत्रं किं भगिनि पुनः वदतु आदेच उपदेशे शिति यदापि जायति तदपि एतत् सूत्रस्य कृते एव आकारः प्राप्नोति वा गायति इति वा गै इति गायति इति भवति न गायति न भवति, किमर्थम् इति वदतु. एच् अस्ति खलु. कीदृशरूपस्य आकारः भवति, कुत्र भवति? न न, त्रिच् प्रत्ययः कृते अहं पृच्छामि. त्रिच् प्रत्ययस्य कृते भवति, सत्यं सत्यं. गायति रूपं गाता, गात्री, गातृ इति भवति. सत्यं सत्यं सत्यं. भवती शिति उक्तवती, शिति नास्ति खलु इदानीम्? अशिति. ओ अशिति, अस्तु. उपदेशे शिति, तत्र अकारः नास्ति, तत्र सन्धिं कृत्वा नास्ति, अतः तादृशम् उक्तवती, परन्तु अकारः अस्ति तत्र उपदेशे अशिति. इदानीं ऋकारान्तम् अस्ति चेत् वात्रा, वात्रि, वातृ प्रातिपदिकमेव नपुंसकलिङ्ग रूपं वा? सत्यम्. अस्तु, अत्र समयः अभवत्. तत्र अहं किं वदामि इति चेत्, सर्वे कृपया गृहपाठरूपेण पश्यन्तु. अत्र किमपि नास्ति, सरलमेव. त्रिच् प्रत्ययस्य विषये किञ्चित् क्लेशः भवितुं शक्नोति तत्र रूपस्य विषये, परन्तु चिन्तनं कुर्वन्तु. तत्र सेट् वा अनेट् वा परस्मैपदि वा आत्मनेपदि वा सर्वं कृत्वा आगच्छन्तु. अग्रिमसप्ताहे झटिति गन्तुम् इच्छामि. अग्रिमसप्ताहे सर्वे आगच्छन्तु, यतोहि तत्र विशेषः अस्ति. अस्माकं रमासिंहरावन् भगिनी अग्रिमसप्ताहे अष्टाध्यायी इत्यस्य विषये किञ्चित् प्रदर्शयति. अस्तु, तत्र झटिति अभ्यासं समापयित्वा तत्र अष्टाध्यायी इत्यस्य पाठः भवति. तत्र मानचित्रम् अष्टाध्याय्यां किं किम् अस्ति इति एकवारं भगिनी सम्यक्तया पाठयति. अस्तु अस्तु, कोऽपि प्रश्नः वा? नो चेत् विरमामः. धन्यवादः. रमासिंहरावन् अस्माकं कक्षायां या अस्ति सा वा? सा एव. आम्, धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः.